अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदुत्तमाविदं लोकानमालन् प्रतिपद्यते रजसी प्रलयं गत्वा कर्म संगीषु जायते तथा प्रलीन समसी मूढ़ योनिषु जायते कर्मण सुकृत स्याहु सात्विकं निर्मलं फलं रजसस्तु फलं दुःखं अज्ञानं तमस फलं सत्वत् संजायते ज्ञानं रजसो लोह एव च प्रमादमोहौ तमसो भवतो ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसः नान्यं गुणेभ्य कर्तारं यदा दृशानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणानीतानतीत्यत्रीन् देहि देहा समुद्भवान् जन्म मृत्युर्जरा दुःखै विमुक्तो मृतमश्नुते अर्जुन उवाच कैर्लिङ्गै स्त्रीन् गुणानेता अतीतो भवति प्रभो किमाचारः कथं चैताम् स्त्रीन् गुणानति वर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव न द्वेषी सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति उदासीनमरासीनो गुणैर्यो न विचाल्यते गुणा वर्तन्त इत्येव यो वा तिष्ठति निङ्गते समदुःख सुख स्वस्थः समलोष्टास्म काञ्चनः तुल्य प्रिया प्रियो धीर तुल्य निन्दात्म संस्तुतिः मानापमानयोस्तुल्य स्तुल्यो मित्रारि पक्षयोः सर्वलम्भ परित्यागी गुणातीतः स उच्यते मां च यो व्यभिचारेण भक्तियोगेन सेवते सगुणान् समतीत्यैतान् ब्रह्म भूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः।